नमस्कारः. गुणः इति विषयः अनुवर्तते. गुणः इत्यस्मिन् विषये अस्माकं विधायकं सूत्रमस्ति सार्वधातुक अर्धातुकयोः. सूत्रस्य अर्थः कः इति गते सप्ताहे अस्माभिः विस्तृतरूपेण परिशीलितम् आसीत्. इगन्त अङ्गस्य इकः गुणः भवति सार्वधातुक अर्धातुकप्रत्यये परे. तर्हि अत्र निमित्तमस्ति सार्वधातुक अर्धातुकप्रत्ययः. धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकः अथवा अर्धातुकः अस्ति चेत् अङ्गस्य इक् वर्णस्य गुणः भवति, इत्युक्ते अङ्गस्य अन्तिम इक् वर्णस्य गुणः भवति इति अस्माभिः अधीतम्. तत्र ततः अग्रे अत्र तस्मिन्नेव सन्दर्भे परिभाषासूत्राणि अपि अधीतानि. अधुना अग्रे उदाहरणं पश्यामः. अत्र भू इति धातुः भुवादिगणीयधातुः अस्ति. भूयोगः शप् योगः ति इति अस्ति. तर्हि तत्र भूयोगः शप् योगः ति इति अस्ति चेत् तत्र किं भवति? गीता भगिनी वदतु. वदामि भगिनि. भूधातुः अस्ति इगन्तधातुः. शप्रत्यये षित् पित् भवत्य आ एव अवशिष्यते. केन कथम् आ अवशिष्यते? हलन्त्यम् इति सूत्रेण, तस्य लोपः इति सूत्रेण पकारः गच्छति. लशक्वतदिते सूत्रेण, तस्य लोपः इति सूत्रेण शकार अपि गच्छति. आ एव अवशिष्यते. सार्वधातुकं गन्ध प्राप्नोति. केन सूत्रेण? किञ्चित् सार्वधातुकम् इति सूत्रेण. बहु समीचीनम्. धातुः इगन्धः अस्ति. सार्वधातुक अर्धधातुकयोः सूत्रात् इक् वर्णस्य गुणः भवति. भो इति भवति. तस्मात् यान्तदेशसन्धि यचो अयवायवः इति सूत्रेण भो भव् इति भवति. तस्मात् भवति इति पूर्णपदं पदस्य उत्पत्तिः भवति. समीचीनं, बहु सम्यक् भगिनि. समीचीनं, तथैव अस्ति, सम्यक्तया उक्तं, बहु समीचीनं. तर्हि भूयोगः शप् योगः ति इति अस्ति. तर्हि अधुना भगिनी कृपया म्यूट् करोतु भगिनि. भूयोगः शप् योगः ति इति अस्ति. तर्हि शप् इति प्रत्यये अत्र धातुः अस्ति, भू इति धातुः, तस्मात् अत्र तिङ् प्रत्ययः अस्ति. मध्ये शप् इति वितरणप्रत्ययः आगच्छति. तर्हि भूयोगः शप् योगः ति इति अस्ति. अधुना अस्माकं प्रथमं कार्यं, यत्र कुत्रापि पदस्य निर्माणं कर्तुम् इच्छामः, अस्माकं प्रथमं सोपानं सर्वत्र इत्संज्ञकवर्णानां लोपः. अतः द्रष्टव्यं कुत्र कुत्र इत्संज्ञा अस्ति इति द्रष्टव्यं. भू इति धातौ इत्संज्ञकवर्णः एव नास्ति, यतोहि धातुः औपदेशिकधातुः अपि भू एव, लौकिकधातुः अपि भू एव. अतः तत्र इत्संज्ञकवर्णः एव नास्ति. तदनन्तरं शप् इति प्रत्यये पश्यामः चेत् तत्र इत्संज्ञकवर्णद्वयम् अस्ति. शकारस्य इत्संज्ञा अस्ति लशक्व तदित्येत्यनेन, पकारस्य इत्संज्ञा अस्ति हलन्त्यम् इति सूत्रेण, अतः अ इति अवशिष्यते. तदनन्तरं तिप् इति प्रत्ययः अस्ति, तिङ् प्रत्ययः. तत्र तिप् इति प्रत्यये पकारस्य इत्संज्ञा अस्ति हलन्त्यम् इति सूत्रेण, अतः ति इति अवशिष्यते. अधुना अत्र पश्यामः चेत् भूयोगः अयोगः ति इति अस्ति. अधुना अत्र द्रष्टव्यं, प्रथमम् अत्र विकरणप्रत्ययं निमित्तीकृत्य कार्याणि भवन्ति. धातोः साक्षात् अनन्तरं विकरणप्रत्ययः अस्ति. अतः विकरणप्रत्ययं निमित्तीकृत्य कार्याणि भवन्ति धातौ. तर्हि धातोः अनन्तरं शप् इति प्रत्ययः अस्ति, अत्र अ इति तस्य प्रतिनिधिः अस्ति. तर्हि अ इति शप् प्रत्ययं निमित्तीकृत्य अङ्गे कार्याणि भवन्ति. यतोहि शप् इति प्रत्ययात् पूर्वं भू इति अस्ति, भू इति अङ्गम् अस्ति, धातुः अपि अस्ति. अतः अधुना अत्र अङ्गकार्यं करणीयम्. अत्र अङ्गकार्यं किम् इति चेत् अत्र वयं द्रष्टुं शक्नुमः भू इति इगन्तधातुः अस्ति, यतोहि तस्य अन्ते इक् वर्णः अस्ति, अतः इगन्तः अस्ति. तदनन्तरं शप् इति प्रत्ययः अस्ति. शप् इति प्रत्ययस्य स्वभावः कः, कीदृशः प्रत्ययः इति चेत् वयं जानीमः तिङ्क्षित् सार्वधातुकम् इत्यनेन सः प्रत्ययः सार्वधातुकसंज्ञकः, सार्वधातुकसंज्ञकः प्रत्ययः अस्ति. तस्मात् पूर्वम् इगन्त अङ्गम् अस्ति. तर्हि वयं ज्ञातुं शक्नुमः अत्र सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति. तस्य तत्सूत्रं कार्यं कर्तुं शक्नोति अत्र, यतोहि निमित्तम् अस्ति, सार्वधातुकप्रत्ययः निमित्तमस्ति. तस्मात् पूर्वम् इगन्त अङ्गम् अस्ति, तादृश अङ्गं यस्यान्ते इक् वर्णः अस्ति. अतः सार्वधातुक आर्धधातुकयोः इति सूत्रस्य कार्यं भवति. अतः भू इत्यस्य ऊकारस्य गुणः ओकारः भवति. तर्हि उकारस्य स्थाने ओकारः, अतः भो इति भवति. तर्हि भो योगः अयोगः ति इति अस्ति. अधुना अत्र प्रथमम् अङ्गकार्यं करणीयम्. अङ्गकार्यमेव गुणकार्यं, सार्वधातुक आर्धधातुकयोः एव अङ्गकार्यमस्ति. तदनन्तरम् अधुना द्रष्टव्यम् अन्यत् किमपि अस्ति वा अङ्गकार्यम् अत्र इति चेत् अत्र अन्यत् किमपि नास्ति. अत्र अतः अत्र सन्धिकार्यं करणीयं, प्रथमतया अङ्गकार्यं, तदनन्तरं सन्धिकार्यं. तर्हि अत्र सन्धिकार्यं पश्यामः चेत् अत्र धातोः अन्ते, अङ्गस्य अन्ते ओकारः अस्ति, तस्य अनन्तरम् अच् वर्णः अस्ति. अतः अत्र सामान्यसन्धिकार्यम् अस्ति, यान्तावान्तदेशसन्धिः. यथा वयं जानीमः सन्धिकार्येषु यान्तावान्तदेशसन्धिः भवति, यत्र ओकारस्य स्थाने अव् इति आदेशः भवति, अच् वर्णः परः अस्ति चेत्. तर्हि इदानीम् अत्र ओकारस्य स्थाने अव् इति आदेशः भवति. तर्हि भव् योगः अयोगः ति. तर्हि अधुना किं करणीयम् इति चेत् अत्र भव् इति अङ्गम् अस्ति, तस्य अनन्तरम् अ इति प्रत्ययः, द्वयोः मेलनेन भव इति अङ्गं निष्पन्नं, भवयोगः ति. अधुना पुनः द्रष्टव्यम्. इदानीम् अत्र भवयोगः ति इति अस्ति, तर्हि ति इति प्रत्ययः अस्ति. तर्हि पुनः द्रष्टव्यं, चिन्तनीयम् अत्र ति इति प्रत्ययं निमित्तीकृत्य किमपि अङ्गकार्यं भवति वा इति द्रष्टव्यम्. तर्हि अत्र पश्यामः चेत् भव इति इगन्तमपि नास्ति, अत्र अन्यत् किमपि नास्ति, अतः अत्र किमपि अङ्गकार्यं नास्ति. अङ्गकार्यं नास्ति चेत् तत्र पुनः चिन्तनीयम् अत्र सन्धिकार्यं किमपि भवति वा इति पुनः चिन्तनीयम्. तर्हि अत्र किमपि सन्धिकार्यमपि नास्ति, अतः भवयोगः ति भवति इति रूपम् इति एतादृशक्रमः सर्वत्र स्मरणीयम्. प्रथमम् अङ्गकार्यं, तदनन्तरं सन्धिकार्यं. सर्वत्र प्रत्ययं, यत्र प्रत्ययः परः अस्ति तत्र प्रत्ययं निमित्तीकृत्य अङ्गकार्यं प्रथमं भवति, तदनन्तरं सन्धिकार्यं भवति. किमर्थम् अङ्गकार्यं प्रथमं भवति इति चेत् अत्र अग्रे वयं पश्यामः, यथा यदा बलाबलस्य चिन्तनं कुर्मः तत्र अङ्गकार्यस्य अङ्गकार्यं बलवत् भवति. सन्धिकार्यस्य अपेक्षया अङ्गकार्यं बलवत्, वर्णनिमित्तिककार्यं, सन्धिकार्यं वर्णनिमित्तिककार्यं, यत्र वर्णानां मेलनं भवति, तादृशकार्यं प्रति अङ्गकार्यं बलवत्. अतः अङ्गकार्यं प्रथमं करणीयम् इति एतादृशसोपानं सर्वत्र अस्ति. अतः इदानीम् अत्र भोयोगः अयोगः इति करपत्रात् पुनः एकवारं पठामः, अवगच्छामः, ततः अग्रे सरेम. तर्हि अत्र का पठति, रमा शिवरामन् भगिनी पठति वा? कुत्र सिक्स्, सेक्शन् सिक्स्, भोयोगः अयोगः इति. लोके सिक्स् करपत्र नाम गुण गुण गुणः सूत्रसहिता दृष्टि, हा तत्रैव सेक्शन् सिक्स् अत्र तस्य अनन्तरं भगिनि, तस्य अनन्तरं भोयोगः, भो भोयोगः अयोगः ति. सन्धिप्रकरणे एकं सूत्रम् अस्ति, एचोय वायावः यान्तवान्तसन्धिः इति लोके उच्यते. अनेन सूत्रेण एकवर्णसमूहस्य अन्ते ओकारः अस्ति चेत् तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् तर्हि ओकारस्य स्थाने अव् आदेशः भवति. एचोय वायावः सूत्रं यान्तवान्त सन्धिः सन्धिः अस्ति, सन्धिविधायकं सूत्रं, सन्धिविधायकं सूत्रमस्ति. तत्र एचो एच् स्थाने ऐ आव् ऐ अव् ऐ आवः क्रमे आव क्रमेण क्रमेण आगच्छति एच् स्थाने, एच् प्रत्याहारस्थाने. इदानीम् अत्र बो भ योगः ओ अस्ति, अतः ओ स्थाने अव् आदेशः भवति, अतः भव भवति आगच्छति. अत्र एच् प्रत्याहारे के के वर्णः? एच् प्रत्याहारे ए ए ओ ए ओ ऐ औ. सम्यक्. अत्र एचोय वायावः इति सूत्रस्य निमित्तं किम्? निमित्तं एचोय वायावः निमित्तं स्वरः परे, हा परे यः स्वरः अस्ति, हा स्वर स्वर स्वरे परे स्वरः अस्ति चेत् ऐ अव् आय आव आगच्छति. सत्यं सत्यं, समीचीनं भगिनि, सम्यक् अस्ति, समीचीनं. तर्हि अत्र प्रथमतया गुणः भवति, भू इति अस्ति, तत्र गुणकार्यं भूत्वा भो इति भवति. तर्हि भो योगः अयोगः इति, तत्र भो इत्यस्य ओकारः अस्ति, अनन्तरम् अच्वर्णः अकारः. अतः एचोय वायावः इति सूत्रस्य प्रसक्तिः यान्तावान्तदेशसन्धिः भवति. अत्र सूत्रम् अग्रे पठामः. तर्हि तत् सूत्रं वदति यत्र ओकारः अस्ति, ओकारस्य स्थाने अव् इति आदेशः भवति, अतः अतः अव् ओकारस्य स्थाने अव् आदेशः. तर्हि भव् योगः अ भव इति अङ्गं, भव योगः ति भवति इति रूपम्. अस्तु, समीचीनम्. अग्रे यथासङ्ख्याम् अनुदेशः अपि आगच्छति, यथासङ्ख्याम् अनुदेशसमागम् इति अपि आगच्छति. सूत्रं पठामः, तदा सम्पूर्णतया पठामः. अस्तु, अत्र कुत्रचित् ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. अस्तु, रमाबाय् भगिनी पठति वा अग्रे? अहं पठामि भगिनि. पूर्णसूत्रार्थ अत्र उक्तः एचोयवायावः एचः ए ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ औ आय् आव् इत्यादेशाः भवन्ति अचिपदे. क्रमेण इत्युक्तं यथा सङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रस्य सहायेन. ऐ च औ च आय् च आव् च तेषाम् इतरेतरद्वन्द्वः अयवायावः. एचः षष्ट्यन्तम्, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम्. इको यनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः सहिता संहितायाम् इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रः सूत्रम् एचः अयवायावः अचि संहितायाम्. पठामः वा वदामः? वदतु, सूत्रं किं वदति, सूत्रस्य अर्थः कः? अस्तु भगिनि, अहं वदामि. एचोय वायावः इति सूत्रमस्ति. सूत्रे कति पदानि सन्ति? एचोय वायावः द्विपदम् एचः अयवायावः इति द्विपदम् अस्ति. एषः तत्र विसर्गः सन्ति उकारः ओकारः भवति अनन्तरं पूर्वरूपसन्धि भवति अतः डि पदम् इदं सूत्रम् एचः इत्युक्ते ए ओ ऐ औ चत्वारः वर्णाः सन्ति अनन्तरं एचो ए ओ ऐ ओ तत् परं अचि अच्वर्णः अस्ति चेत् तत्र क्रमेण ऐ औ ऐ औ इति भवति कथं चेत् यथासङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रेण क्रमेण भवति ये ये स्थाने ऐ ओ स्थाने औ ऐ स्थाने ऐ औ स्थाने औ एवं भवति परिभाषा अनुवृत्तिसहित सोरि एषः षष्ट्यन्तम् अस्ति अयवायवः प्रथमान्तम् अस्ति द्विपदमिदं सूत्रम् इको एनचि इत्यस्तम् अचि इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रम् अस्ति एषः अयवायवः अचि संहितायां तर्हि अत्र सूत्रे एचः इति पदस्य विभक्तिः का एचः षष्ट्यन्तं हा षष्ट्यन्तम् इत्युक्ते षष्ट्यन्तम् इत्युक्ते स्थाने स्थाने अस्तु तस्य स्थाने एचः स्थाने किं भवति एचः स्थाने ऐ ऐ औ ऐ औ इति आदिशः भवति अयवायवः इत्यस्य विभक्तिः अयवायवः इति भवति अचि परः अस्ति चेत् अचि संहितायाम् अस्ति चेत् अयवायवः इत्यस्य विभक्तिः का अयवायवः प्रथमान्तम् इत्युक्ते आदेशः आगमः अत्र किम् अत्र आदेशः अत्र आदेशः समीचीनं सम्यक् अस्ति तर्हि अत्र सूत्रं पश्यामः चेत् एचोयवायावः इति सूत्रमस्ति सूत्रे पदद्वयमेव अस्ति अतः एचः इति षष्ट्यन्तं पदमस्ति तर्हि तानि तानि वयम् अवगच्छामः अयवायावः इति प्रथमान्तं तेन आदेशः इति अत्र विधायकं सूत्रमस्ति आदेशः इति अवगच्छामः सामान्यतया प्रथमान्तम् इत्युक्ते आदेशः आगमः नामकरणम् अत्र आदेशः तर्हि एचः स्थाने अयवायावः इति आदेशाः भवन्ति कदा भवन्ति अत्र सूत्रे किमपि न उक्तं कदा भवति इति न उक्तम् अतः इको एणचि इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः भवति अत्र अचि इति संहितायाम् इत्यस्य अधिकारः अस्ति यत्र वर्णानां नैकट्यम् अथवा सामीप्यम् अस्ति तत्र एव सन्धिकार्यं भवति अतः अधुना अत्र एचः स्थाने अयवायावः इति अस्ति तर्हि अत्र एचः स्थाने अयवायवः इत्येव उक्तं तर्हि सूत्रं दृष्ट्वा वयम् अवगन्तुं न शक्नुमः कस्य स्थाने किं भवति इति अत्र आदेशाः स्थानिनः अपि च आदेशाः समसङ्ख्यकाः अतः अत्र यथासङ्ख्यम् अनुदेशसमानं यत्र यत्र स्थानिनः अपि च आदेशाः समसङ्ख्यकाः तत्र एव यथासङ्ख्यम् अनुदेशसमानम् इति समानाम् इति परिभाषासूत्रस्य सहायेन क्रमेण आदेशाः भवन्ति तर्हि एकारस्य स्थाने ऐ ओकारस्य स्थाने अव् ऐकारस्य स्थाने आय् औकारस्य स्थाने आव् इति क्रमेण आदेशाः भवन्ति एतेन परिभाषासूत्रस्य सहायेन अस्तु तर्हि अत्र भोस्थाने अव् आदेशः भवति तर्हि भव् इति अस्ति भवयोगः अभव इति अङ्गं भवयोगः इति भवति इति रूपं निष्पन्नं सदु अत्र सूत्रं स्पष्टमस्ति वा अत्र उमा भगिनी वदतु एकवारं सूत्रस्य अर्थः कः अगेन् पृच्छतु सूत्रस्य अर्थः कः एचोयवायावः इति सूत्रस्य अर्थः एचः महेश्वरसूत्राणि अस्य ऐ औच् ए ओम् ऐ औच् सो ए ओ ऐ औ इति प्रत्याहारः देन् यथाक्रमं ऐ औ ऐ औ आय् आव् आगच्छति तत्र स्थाने. When the following letter is ach. So इको एनचि सूत्रस्य सहायेन पूर्णसूत्रः एचः अयवायावः अचि संहितायाम् आगच्छति. समीचीनं भगिनि, समीचीनम्. अत्र यथासङ्ख्यम् अनुदेशसमानाम् इति सहायेन क्रमेण भव आदेशाः भवन्ति खलु. अस्तु, सम्यक्, समीचीनं. ततः अग्रे सरेम. अधुना अत्र वसन्ती भगिनी पठति वा अग्रे? अस्तु. बकारो योगः औ, योगः आ, योगः ति. वर्णानां मेलनेन भवती इति अस्ति. आहस्य प्रक्रिया एतादृशी: भू योगः शप् योगः ति, लषक्व तद्धिते हलन्त्यं तस्य लोपः इति सूत्रैः षकारपकारयोः लोपः. भूयोगः अकारयोगः ति तिङ्क्षित् सार्वधातुक इत्यनेन शप् प्रत्ययस्य सार्वधातुकसंज्ञा. सार्वधातुक आर्धधातुकयोः इत्यनेन सार्वधातुकप्रत्यये परे इगन्त अङ्गस्य इकः गुरः. भो योगः अ योगः ति, येचो यवायावः इत्यनेन ओ स्थाने औ, सो बकार योगः औ योगः अकार योगः ति वर्णमेलेन भवति. किमस्ति अत्र प्रक्रिया कथं भवति? अत्र भवति इति रूपसाधनं कथं भवति? भूधातु भूधातु विकरणप्रत्यया शप् अङ्गकार्यं भवति, गुणकार्यं भवति. प्रथमं सोपानम् अत्र प्रथमं सोपानं किं? प्रथमं सोपानं भूयोगः शप् योगः ति. सत्यं, भूयोगः शप् योगः ति इति प्रथमं सोपानं. तदनन्तरं किं कुर्मः? तदनन्तरं शप् विकरणप्रत्यय, सो दट् इस् शप् शकार विल् इट्स् संज्ञा. So, shakara will, tasya lopaha. Shakara kena sutrena itsanya? Lakshva thaddite sutrena, shakara lopaha bhavati. Atra lashakva thaddite iti sutram kim vadati smarati va? Kimartam lashakva thaddite iti nena shakara se lopaha? कोऽपि कोऽपि स्मारयतु. शकार सुमन् भगिनी स्मारयतु. किम् अप्रत्ययः? क्षम्यतां भगिनी, प्रश्नः न श्रुतवती. अत्र शकारस्य इत्संज्ञा भवति इति उक्तं, लषक्व तदिते तेन, लषक्व तदिते इति सूत्रं किं वदति? तद्दिदं नास्ति चेत् तत्र लकारः शकारः दोनो हि सत्यं, प्रत्ययस्य विजयलक्ष्मी भगिनी वदतु. तत्र ल, श, नो चेत् कु इत्युक्ते क वर्गस्य वर्णः अस्ति चेत् ते सर्वे तेषाम् इत्संज्ञा भवति. सत्यं. तर्हि लषकोत्तरे इति सूत्रं वदति प्रत्ययस्य आदौ प्रत्ययः भवेत्. प्रत्ययस्य आदौ लकारः शकारः कवर्गीयवर्णः अस्ति चेत् तेषाम् इत्संज्ञा भवति. तर्हि अत्र शप् इति प्रत्ययः अस्ति, अतः प्रत्ययस्य आदौ शकारः अस्ति इति कृत्वा लषक्व तदिते इति सूत्रेण शकारस्य इत्संज्ञा भवति. अस्तु वसन्ती भगिनी, अत्र पकारस्य इत्संज्ञा केन सूत्रेण? हलन्त्यं सूत्रेण पकारम् इति इत्संज्ञा. हलन्त्यम् इति सूत्रस्य प्रसक्तिः किमर्थम्? हल् अन्त्यं, हल् अन्त्यं. सर्वे सर्वाणि व्यञ्जनानि अन्त्यम् इत्संज्ञा भवति. सम्यक्, समीचीनं, तथैव. अत्र धातुः भवेत्, प्रत्ययः भवेत्, आदेशः भवेत्, आगमः भवेत्, यत्किमपि भवेत्, हलन्त्यम् इति सूत्रेण अन्तिम हल् वर्णस्य इत्संज्ञा भवति. अतः शप् इति प्रत्ययः अस्ति, तत्र अन्ते हल् वर्णस्य इत्संज्ञा. अस्तु, तर्हि अस्माकं प्रथमं सोपानम् अस्ति इत्संज्ञकवर्णानां लोपः एव प्रथमं सोपानम्. प्रथमम् इत्संज्ञकवर्णाः गच्छन्ति, तदनन्तरमेव अङ्गकार्यं भवति वा इति द्रष्टव्यं. तर्हि इदानीम् अत्र शप् इत्यस्य इत्संज्ञकवर्णानां लोपानन्तरम् अ इति अवशिष्यते खलु? तदनन्तरं किं भवति? अङ्गकार्यं भवति. सो भू धातोः इगन्तधातोः, सो धातुः किम् अङ्गकार्यं भवति? अन्तिमवर्ण इक् अन्तिम इक् वर्णस्य स्थाने गुणकार्यं भवति. सो हियर् अन्तिमवर्ण इक् वर्णः उ, सो द आदेशः विल् बि ओ, सो बो बिकम्स् बो. सत्यं, गुणकार्यं भवति इति केन सूत्रेण भवति? केन? सार्वधातुकार्धधातुकयोः. ओके, तिङ्क्षित् सार्वधातुकौ. न न न, अत्र अत्र पश्यतु भगिनि, भू समीचीनं सम्यक्तया उक्तम्. अत्र गुणकार्यं भवति इति उक्तं, परन्तु केन सूत्रेण भवति इति चेत् सार्वधातुक अर्धधातुकयोः इति सूत्रेण भवति. तत् तस्य सूत्रस्य प्रसक्तिः कथम् इति प्रश्नः. तत् सूत्रम् अत्र किमर्थं कार्यं करोति सार्वधातुक अर्धधातुकयोः, वदतु. सार्वधातुकप्रत्यये परे इगन्तस्य इकः गुणः भवति. अत्र सार्वधातुकप्रत्ययः कः? शप्. हा, शप्. शप् इति किमर्थं सार्वधातुकप्रत्ययः? तिङ्क्षित् सार्वधातुकं, सो शप् सार्वधातुकप्रत्ययः. सत्यं, तिङ्क्षित् सार्वधातुकम् इति सूत्रेण शप् प्रत्ययस्य सार्वधातुकसंज्ञा विधीयते. अतः शप् प्रत्ययः सार्वधातुकः अस्ति, सार्वधातुकप्रत्ययः अस्ति, तस्मात् पूर्वम् इक् वर्णः अपि अस्ति अङ्गे, अङ्गस्य अन्ते इक् वर्णः अस्ति, अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं, तर्हि भू इति भो भवति. अस्तु, तदनन्तरं तदनन्तरं सन्धिकार्यं भवति. भू भो योगः आ, एचो अयवायावः सन्धि, दट् इस् अचि परतः एचः, दट् इस् स्वरवर्णः परतः अस्ति चेत् तर्हि ए ओ ऐ औ इति एषां स्थाने क्रमेण ऐ औ ऐ औ इति आदेशाः भवन्ति. सम्यक्, समीचीनं. तर्हि आहत्य भो योगः अ बिकम्स् भव अव्, ओ स्थाने औ भवति. सो भव योगः तिप् तिङ्गन्तप्रत्ययश्च तिप् तिप् पकार हलन्त्यसूत्रेण पकारः लोपः भवति. सो भव योगः ति भवति इति. सम्यक्, समीचीनं भगिनि. तर्हि अत्र सम्यक् सम्यक्तया उक्तम्. अत्र अत्र कोऽपि प्रश्नः अस्ति वा, भवति इति रूपं कथं निष्पन्नं भवति, सर्वदात् कार्यदत्तयो इति सूत्रं कथं कार्यं करोति, सर्वं स्पष्टमस्ति वा सर्वेषां कृते? अस्तु तर्हि, तर्हि अत्र अग्रे विनय महोदय पठतु. आं भगिनि, भवादिगणे यत्र यत्र तिगन्तधातुः तत्र तत्र एतादृशः क्रमः. अतः भू परिवर्तितु भवति समानं क्रमः. यथा जि जये इति धातुः, जि धातु इगन्तधातु शप् प्रत्ययः, विकरणप्रत्ययः, तिङ् युनो अष्टाश्लश प्रत्ययः तिप् अस्ति. अतः जि योग यप् योग ति. इदानीं लषक् तदितेः हलन्त्यं तस्य लोपः च शप् लोपः भवति, अ अवशिष्यते. इदानीं जि हि अस्ति, तिंशित् सार्वधातुकं, तिंशित् सार्वधातुकं कारणेन शप् आगच्छति. परन्तु इदानीं गुण कार्य सम्बन्धे सार्वधातुकार्धातुकयोः सूत्रः जि जे भवति, अ अवशिष्यते, ति लकार सम्बन्धे अस्ति. तर्हि सन्धि अस्ति, एचो अय वायावः सन्धि. अतः इगन्त् ह्रस्व इ अफ् दि इगन्थात् जि ए भवति. अतः इ ए परिवर्तनं आवश्यकम् आवश्यक अस्ति. तर्हि एव ए एचो वायवः आधारेण अय भवति. अन्ततः वर्णानां मेलने ज हलन्त योग अय योग अ योग ति जयति क्रियपदम् इति तिङ्पदं निष्पन्नः क्रियपदं जयति. सम्यक्, समीचीनं महोदय. तर्हि अत्र अत्र पश्यामः जि इति इगन्त इगन्तधातुः अस्ति. यत्र कुत्रापि इगन्तधातुः अस्ति भुवादिगणे तत्र सर्वत्र एतादृशक्रमः एव सर्वत्र. तत्र सर्वेषां धातूनामपि रूपाणि साधयितुं साधयितुं शक्नुमः. यथा अत्र जि इति धातुः, भू इति धातुः अथवा स्रु इति धातुः, सर्वत्र क्रमः एतादृशः एव. अत्र प्रथमतया तत्र गुणकार्यं भवति, गुणकार्यं भूत्वा सन्धिकार्यम् इति क्रमः सर्वत्र तथैव. तर्हि अत्र अत्र कोऽपि प्रश्नः वा, जयति इति रूपं कथं निष्पन्नम् इति? यथा भू तथैव अत्रापि, यथा भू इत्यस्य स्थाने ओकारः भवति, अत्र जि इति अस्ति, जि योगः शप्योगः इति, शकारपकारयोः इत्संज्ञा भवति, लषक्व तदिते हलन्त्यम् इत्याभ्यां सूत्राभ्यां. तर्हि अ इति अवशिष्यते. अ इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, तिंशत् सार्वधातुकम् इत्यनेन. अतः अधुना जि इति इगन्तम् अङ्गम् अस्ति, अतः सार्वधातुक आर्धातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति. तर्हि अत्र तेन सूत्रेण जि इत्यस्य इकारस्य स्थाने एकारः, इकारस्य गुणः एकारः, अतः इकारस्य स्थाने एकारः जे योगः अयोगः इति. अधुना अत्र पुनः द्रष्टव्यम् अत्र सन्धिकार्यम् अस्ति वा इति. अत्र यथा जानीमः एचोय वायावः इत्यनेन यान्तावान्तदेशसन्धिः भवति, एकारस्य स्थाने ऐ इति आदेशः भवति. तर्हि जयि योगः अयोगः इति जय इति अङ्गं, जययोगः इति पुनः अत्रापि चिन्तनीयम् अत्र तिङ् प्रत्ययं निमित्तीकृत्य किमपि अङ्गकार्यम् अस्ति वा, किमपि गुणकार्यम् अस्ति वा, नो चेत् सन्धिकार्यम् अस्ति वा इति द्रष्टव्यम्. अत्र तिङ् प्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति, अत्र अङ्गकार्यमपि नास्ति, यतोहि इगन्तम् अङ्गं नास्ति, जय इति अङ्गम् इगन्तं नास्ति, तस्य अन्ते इक् वर्णः नास्ति, अतः गुणकार्यं किमपि नास्ति, सन्धिकार्यमपि नास्ति, यतोहि जय इत्यस्य अन्ते अच्वर्णः अस्ति, तदनन्तरं हल् वर्णः अस्ति, अतः अत्र स्वरसन्धिः अपि न सम्भवति, अतः जयति इति रूपम्. अस्तु अस्तु, तर्हि अग्रे अत्र शेखर् महोदय वदति वा स्लू धातोः चिन्तनं कथं भवति किमिति पुनः पृच्छतां कृपया. अग्रे स्लू गतौ इति धातुः अस्ति, तत्र प्रक्रिया कथं भवति? श्रु श्रु गतो वा. अस्तु, श्रु योगः शप् योगः. एकप्रश्नः अस्ति, भवती पूर्वम् उक्तवती, अन्य अपि उक्तवती, तत्र एचोयवायव तत्र परिभाषासूत्रं यथासङ्ख्यां कार्यं करोति, अनुवृत्तिसहितसूत्रं किं भगिनि? कस्य यथासङ्ख्या? अत्र न दत्तं भगिनि, अग्रे कुत्रचित् आयास्यति, तथा तदा पश्यामः. तस्य अनुवृत्तिः इदानीं नास्ति मम मनसि, नास्ति द्रष्टव्यम्. अस्तु अस्तु, तत्र परिभाषासूत्रमस्ति, तत्र परिभाषासूत्रे तत्र अत्र अन्यत् किमपि पदं नास्ति, यथा सङ्ख्यम् अनुदेशः समानं, सूत्रमेव सम्पूर्णं, तत्र अनुवृत्तिः किमपि नास्ति. यथा सङ्ख्यम् अनुदेश समानां तावदेव, यथा सङ्ख्यम् अनुदेशसमानः इत्युक्ते अत्र विधिसूत्रेषु स्थानिनः के के स्थानिनः सन्ति अपि च के के आदेशाः सन्ति तयोः सङ्ख्या समाना अस्ति चेत् तत्र यथासङ्ख्यम् अनुदेशसमानाम् इति सूत्रस्य इति सूत्रं सः करोति. अस्तु महोदय, कृपया. विद्या भगिनी, एकः प्रश्नः, यु आर् यूसिङ्ग् विधिसूत्रं परिभाषासूत्रं, ऐ हेव् नाट् कम् एर्लियर् क्लासस्, नो स्टार्टेड् लेट्, वेन् टैम् पर्मिट्स् केन् यु एक्स्प्लैन् दोस् थिङ्ग्स् इन् अ शार्ट् फार्म् वे, सो दट् वेन् यु से दट् वी विल् बि एबल् टु अण्डर्स्टाण्ड् बेटर्. न चिन्ता नास्ति, शृणोतु शृणोतु, अत्र विधिसूत्रम् इत्युक्ते तेन किमपि कार्यं क्रियते. विधिसूत्रम् इत्युक्ते तत्र यथा अत्र एचोय वायवः इति विधिसूत्रमस्ति, तेन किमपि कार्यमस्ति. कार्यं किम्? एचः स्थाने अयावायवः इति आदेशाः भवन्ति इति कार्यमस्ति. परिभाषासूत्रम् इत्युक्ते तेन परिभाषासूत्रेण स्वतन्त्रतया किमपि कार्यं नास्ति, कार्यं न विधीयते. परन्तु यत्र कुत्र कुत्रापि विधिसूत्रेषु क्लेशः अस्ति सूत्रस्य अवगमनार्थं, सम्पूर्णतया सूत्रम् अवगन्तुं न शक्नुमः, तस्मिन् सन्दर्भे परिभाषासूत्रम् आगत्य सः करोति, सहायं करोति, टेक्निकल् टर्म्स् इति. समीचीनम्. अस्तु, अन्य प्रश्नः अस्ति वा? अस्तु महोदय, कृपया. अस्तु, सृ इति धातुः अस्ति, सृ योगः शप् योगः ति इति प्रथमं सोपानम्. अत्र पकारः हलन्त्यमिति सूत्रेण अपगच्छति, तथैव शकारः लषक्पतद्धिते इति सूत्रेण अपगच्छति. शकारः शकारस्य लोपः इत्यतः शप् इति षित् अस्ति. तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुक तिङ्क्षित् सार्वधातुकम् इति सूत्रेण शप् इति प्रत्ययः षित् प्रत्ययः अस्ति. सार्वधातुक आर्धधातुकयोः इति सूत्रेण इगन्तस्य अङ्गस्य गुणः भवति, अनेन सृ धातोः स्रो भवति, स्रो योगः अयोगः ति. एचोयवायवः इति सूत्रेण ओकारस्य स्थाने अवादेशः भवति, स्र योगः अव् योगः अयोगः ति, स्रवति इति रूपं सिद्ध्यति. बहु सम्यक्, समीचीनं महोदय, समीचीनम्. अत्र स्पष्टमस्ति वा सर्वेषां कृते? अत्र पुनः का वदति, गीताञ्जलि भगिनी वदतु. आं भगिनि, पुनः सृ धातु भगिनि. हा पुनः वदतु. हा, सृ धातु इति भ्वादिगणे धातु अस्ति. तदनन्तरं शप् विकरणप्रत्यय अस्ति. सृ योगः शप् योगः ति तिङन्त प्रत्यय अस्ति. अत्र शिप् इति शित् शित् लशक्वतद्धिते कारणेन भवति तस्य लोपः. तदनन्तरं पित् अपि हलन्त्यं कारणेन भवति तस्य लोपः अ अवशिष्यते. सृयोगः अयोगः ति इति अधुना भवति. तदनन्तरं सृ इति इगन्तधातुः अस्ति. इत्युक्ते उकार इक् प्रत्याहारस्य समूह प्रत्याहारस्य वर्णः अस्ति. तदनन्तरं अपि च अप् शप् विकरणप्रत्ययस्य अकारजो अकार्ययस्य अवशिष्यते. तत् तिंशित् सार्वधातुकं सार्वधातुकम् इति संज्ञा स्वीकरोति प्राप्नोति. स्वीकरोति तत् तदेव तत्कारणेन एव सार्वधातुकार्धधातुकयोः इति सूत्रेण प्रसक्तिः. सृ इति ओ उकार स्थाने ओकार भव आगच्छति एचोयवायावः इति सूत्रेण. स्रो इति आगच्छति. स्रो योगः अयोगः इति अधुना ओ ओकार ओकार औ भवति. यान्तावान्तादेशसन्धि कारणेन यथासङ्ख्यम् अनुदेशं समानम् ओकार औ भवति. तथा स्रवति इति आगच्छति. सत्यं सत्यं, समीचीनं भगिनि, सम्यक्. सर्वे सर्वे अवगतवन्तः खलु स्रवति इति कथं निष्पन्नमिति? अस्तु अस्तु, अग्रे अत्र क्षी क्षये इति धातुः अस्ति. राहुल् महोदय वदति वा? आम् अस्तु. क्षीयोगः शप् योगः ति. अत्र आदौ षकारपकारयोः इति संज्ञा भवति, लशक्वतद्धिते हलन्त्यम् इत्यनयोः, अनन्तरं हलन् तस्य लोपः इत्यनेन अत्र अ इति अवशिष्यते. क्षीयोगः अयुगः ति इति भवति. शप्रत्ययः सार्वधातुकप्रत्ययः, अतः तस्य पूर्वं क्षी इत्यस्य गुणः भूत्वा क्षे इति भवति. क्षेयोगः अयुगः ति एचोयवायावः इत्यनेन क्षेयोगः अ इति अय भवति. अतः क्षयोगः अययोगः ति क्षयति इत्यस्य इति रूपम् अन्तिमः भवति. सम्यक्, क्षयति इति रूपं सम्यक्, समीचीनमस्ति. अस्तु, अग्रे ह्रिया इति धातुः हरणे इति अस्ति. तत्र का वदति अत्र? सुमन् भगिनी वदतु. अस्तु महोदय, तत्र अस्ति. तत्र हलन्त्यम् सूत्रेण ण्यकारः इति भवति. तस्य लोप सूत्रेण ण्यकारस्य लोप अपि भवति. एव तिष्ठति तत् ऋ एव योग शप् योग ति भवति शप् प्रत्ययस्य लशक्वतद्दिते सूत्रेण शकार इत् भवति हलन्तीं च सूत्रेण पकारस्य इत्संज्ञा भवति तस्य लोपः सूत्रेण शकार पकार द्वयोः लोपः भवति अ एव अवशिष्यते इदानीं हृ एव हृ योग अ योग ति अस्ति तत्र शप्तु षित् अस्ति इत्युक्ते सार्वधातुकः अस्ति पिन्त् अपि अस्ति सार्वधातुकः अस्ति अतः गुणस्य प्रसक्तिः अस्ति पित् अपि अस्ति इत्युक्ते गुणकार्यं बाधितं नास्ति गुणकार्यं भवितुं शक्नोति अतः इदानीं हृ तत्र अन्ते ऋकार अस्ति ऋकार इगन्तपदम् अस्ति अतः ऋकारस्य गुण भवति अर् आदेशः भवति हर् भवति हर् योग अयोग ति भवति इदानीं हर योग ति भवति इदानीं ति अस्ति ति अपि सार्वधातुकः अस्ति तिङ् प्रत्यय अस्ति ति तु तस्य क्षम्यताम् औपदेशिकरूपम् अस्ति तिप् अतः तिप् अपि फित् अस्ति अतः गुणकार्यम् अस्ति चेत् भवितुं शक्नोति किन्तु अत्र हर अस्ति इगन्तं वर्ण नास्ति अतः वर्णमेलनं भवति हर योगति हरति सम्यक् समीचीनं भगिनि तथैव अस्ति अत्र वदति अत्र सूर्यकुमारी भगिनी पुनः वदति वा कृ इत्यस्य रूपं कथं भवति प्रक्रिया सूर्यकुमारी भगिनी हा भगिनि हन् धातुः योगः सप् योगः तिप् सप् सार्वधातुक सार्वधातुक इत्संज्ञा भवति सकारपकारलोपः भवति द्विसूत्रेण लसक् लस्क्ष लसक्वतद्दिते हल्यन्तसूत्रेण सकारपकारलोपः भवति अकार एव तिष्ठति सार्वधातुक अर्धधातुक सिप् तिप् प्रत्ययो इत्सग्न चेत् अङ्गकार्यं भवति इकन्तः ऋकार इक् वर्णः ऋकार गुण भवति ऋकार अर् भवति अर् योगः अकार सिप्रत्यय अकार तिप्रत्यय ति एव तिष्ठति वर्णमेलनेन हरति हरति हरति हरति इति रूपं तर्हि तत्र हृयोगः शप्योगः इति हृ इत्यस्य ऋकार हृञ्ज् धातु दातौ इञ्ज् हलन्त्य तस्य लोपः इति सूत्रेण इञ्ज् लोपः भवति सत्यं भगिनि समीचीनं बहु समीचीनं तर्हि तत्र प्रथमसोपाने ञकारस्य इत्संज्ञा भवति. हृ इति धातोः ञकारस्य इत्संज्ञा भवति, तत्र हृ इति अवशिष्यते. हृयोगः शप्, हृयोगः शप् इत्यस्य अकारः, हृयोगः अयोगः ति. तर्हि हृ इत्यस्य ऋकारस्य गुणः हर् अर् इति भवति, अर् इति गुणः. तर्हि ऋकारस्य गुणः अर्, तर्हि हर् हर् योगः अयोगः ति हरति इति रूपम्. अस्तु, अत्र वेङ्कट प्रश्नः. फ्रिञ्ज् इस् धातु, धातोः अन्तिम हल् वर्णः आल्सो लोपः वा भवति? सत्यं, यथा अस्माभिः पूर्वं दृष्टं, तत्र प्रथमं चत्वारि सूत्राणि इत्युक्ते उपदेशे जननासिक इत्, हलन्त्यं, न विभक्तौ तुस्माः, आदि ऋतुरवः, एतानि सूत्राणि सर्वत्र कार्यं कुर्वन्ति. धातुः भवेत् भवतु, प्रत्ययः भवतु, आदेशः भवतु, आगमः भवतु, सर्वत्र कार्यं कुर्वन्ति. तदनन्तरम् अन्तिमत्रीणि सूत्राणि इत्युक्ते चुटु, शः प्रत्ययस्य, लषक्व तदिते, एतानि त्रीणि सूत्राणि केवलं प्रत्ययस्य आदौ एव कार्यं कुर्वन्ति. ओके, अस्तु, धन्यवादः. अस्तु, अत्र वेङ्कटरामन् महोदय, अत्र तृ इति धातुः वदति वा? तृ तरणे. आं भगिनि, वदामि. तृ, एकनिमिषम्, अत्र तृ इति दीर्घ ऋकारः धातुः. हा, दीर्घ ऋकारः तृ तरणे. तृ भ्वादिगणे अस्ति, अतः तस्य विकरणप्रत्ययः शप् अस्ति. तृ योगः शप् योगः ति. शप् इति तिङ्क्षित् सार्वधातुकम् इत्यनेन सूत्रेण गुणसंज्ञा विधीयते. शप् इत्यस्य विकरणप्रत्ययस्य आदौ षकारः अस्ति, अन्ते पकारः अस्ति. षकारस्य इत्संज्ञा लषक्वतद्दिते इत्यनेन सूत्रेण विधीयते. अन्तिम पकारस्य हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञा भवति. तस्य लोपक इति इति विधिसूत्रेण इत्यनेन विधिसूत्रेण चकारपकारयोः इत्संज्ञा भूत्वा लोपः भवति, अवशिष्यते. तृ, तृ इगन्तधातुः अस्ति. सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण इगन्तस्य अङ्गस्य गुणः भवति. अतः तृ दीर्घऋकारस्य स्थाने अर् आदेशः भवति. तकारः योगः अर् योगः अकारः योगः ति इति अनन्तरं सोपानमस्ति. तकारः योगः अर् अर् योगः एचो वयावा एचो यवायावः इत्यनेन सूत्रेण एकक्षणमत्र प्रसक्तिः नास्ति नास्ति, क्षम्यतां क्षम्यतां. तृ अर् वर्णमेलनेन तकार योगः अर् योगः अकार तर इति भवति. तेन यदा वयं ति योजयामः चेत् तरति इति निष्पन्नं भवति. सम्यक्, समीचीनं. तत्र तृ इति दीर्घ ऋकारान्तधातुः अस्ति, यथा अत्र अत्र प्रक्रिया समाना. तृयोगः शप्योगः ति, तत्र प्रथमम् इत्संज्ञकवर्णानां लोपः, तर्हि तृयोगः अयोगः ति. तर्हि अत्र अ इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, अतः गुणः भवति. दीर्घ ऋकारस्य अपि गुणः अर् इति एव, ह्रस्व ऋकारस्य अपि गुणः अर्, दीर्घ ऋकारस्य अपि गुणः अर्, अतः दीर्घ ऋकारस्य स्थाने अर् इति आदेशः. तर्हि तर् योगः अयोगः ति, तर इति अङ्गं, तरयोगः इति तरति इति रूपम्. अस्तु अत्र अस्तु विजयलक्ष्मी भगिनी, अत्र स्मृ इति धातुः अस्ति चेत् किं भवति? स्मृ स्मृ स्मरणे स्मृ योगः शप् योगः ति स्मृ इत्यपि भ्वादिगणस्य धातु इति वा? सत्यं. हा स्मृ योगः शप् योगः ति लषक्व तद्धिते हलन्त्यम् इत्यनेन अनयोः सूत्रयोः षकारपकारयोः इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण तयोः लोपः भवति, अकारः अवशिष्यते. स्मृ योगः अ योगः ति, अत्र स्मृ इति अङ्गसंज्ञा प्राप्नोति. षित् सार्वधातुकस्य धातुकमस्ति तत्कारणेन स्मृ इगन्ताङ्गः अस्ति. अत्र ऋकारस्य सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण गुणः भूत्वा ऋकारस्य अर् इति भवति. सकारः मकारः सकारः मकारः योगः अर् योगः अ योगः ति इति भवति. स्म योगः अर् योगः अर योगः ति स्मर स्मर अङ्गस्य अनन्तरं ति तिप् इति अस्ति, तस्य पकारः पकारस्य लोपः भूत्वा ति इति अवशिष्यते. परन्तु अत्र इगन्ताङ्गः नास्ति तत्कारणेन स्मरति इति एव निष्पन्नं भवति. सम्यक्. स्मृ इति धातुः अस्ति चेत् स्मरति इति रूपं. ऋकारस्य गुणः अर् स्मर्योगः अयोगः ति स्मर योगः ति स्मरति इति रूपं. सम्यक्. अस्तु तर्हि अत्र मीना भगिनी वदति वा वे तन्तु से तन्तु सन्ताने. मीना भगिनी वक्तुमिच्छति वा? वदतु भगिनि. इदानीम् अद्य अहं श्रोतुं वा आगतवती भगिनि? ओ एवं वा, तथा उक्तवती खलु. अस्तु क्षम्यतां, विस्मृतवती. अस्तु अत्र का वदति इदानीम् अत्र. अस्तु एतावता कोऽपि न उक्तवान् वा अथवा न उक्तवती? रविकाला भगिनी वक्तुं इच्छति वा? अस्तु अस्तु चिन्ता नास्ति. हा रविकला भगिनी वदतु. वेय तन्तु सन्ताने, वेय इत्यस्य अन्ते ञकारस्य इत्संज्ञा, अतः वे वे तन्तु सन्ताने. वे इति स्वीकरोतु. वे इति धातुः वे संयोगः शप् संयोगः टि. शप् प्रत्ययः लशक्वतदिते हलन्त्यं सूत्रेण इत्संज्ञा भवति. तस्य लोपः भूत्वा आ अवशिष्यते. वे इगन्तः. वे इगन्तः वा? ये हा एकारः इक् प्रत्याहारे अस्ति वा? इक् प्रत्याहारे के के वर्णाः? प्रत्याहारे एकनिमिषम् न न इक् प्रत्याहारे ए ऐ ओ औ अपि सन्ति वा? इक् अस्ति, सन्ति. एवं वा? इक् प्रत्याहारे अत्र पश्यति वा, इक् प्रत्याहारे के के वर्णः? सूत्रद्वयं खलु इक् प्रत्याहारे. इक् प्रत्याहारे प्रथमं सूत्रम् ऐ उन् इति अस्ति, ऐ उन् ऋलुक् ईवु रुल् रु इति तावदेव खलु. इक् प्रत्याहारे ई उ ऋ ऋ. तर्हि अत्र रे इति धातौ एकारः अस्ति, एकारः इकारः अस्ति, अतः अत्र सारधातुक अर्धधातुक एतस्य प्रसक्तिः अस्ति वा? नास्ति, अर्धधातुकः भवति. किं किम् अर्धधातुकः भवति? नास्ति. हा, अत्र वे इति धातुः वे योगः अ इति अस्ति. यद्यपि प्रत्ययः सार्वधातुकः अस्ति, शप् इति प्रत्ययः सार्वधातुकः अस्ति, परन्तु अङ्गम् इगन्तं नास्ति. अङ्गन्तम् इगन्तं नास्ति, इगन्तं नास्ति, अतः सार्वधातुक अर्धातुकयोः इत्यस्य कार्यं नास्ति अत्र. अत्र प्रसक्तिः नास्ति, यतोहि इगन्तम् अङ्गं नास्ति. तर्हि अत्र किं भवति? वे योगः अयोगः ति, अत्र किं भवति? अङ्गकार्यं नास्ति, सन्धिकार्यम् अस्ति. किं भवति? यान्तवान्तदेशसन्धिः भवति. वे प्लस् दे योगः अ वै अया, वा प्लस् अया, वकार प्लस् अया प्लस् आति. तर्हि वयति, हा वयति इति रूपं, वयति इति रूपं. सम्यक् भवति, समीचीनं. कृपया म्यूट् करोतु. तर्हि अत्र अत्र पश्यामः, यद्यपि प्रत्ययः सार्वधातुकः अस्ति, तर्हि तेन वयम् अवगन्तुं शक्नुमः सार्वधातुकप्रत्ययः अस्ति, तर्हि अङ्गकार्यं भवितुम् अर्हति. परन्तु अङ्गं पश्यामः चेत् इगन्तं नास्ति, इगन्तम् अङ्गं नास्ति इति कृत्वा सार्वधातुक अर्धातुक इत्यस्य प्रसक्तिः नास्ति, अतः अत्र अङ्गकार्यं नास्ति. शप् निमित्तीकृत्य अङ्गकार्यं नास्ति, केवलं सन्धिकार्यम्. एकारः अस्ति धातोः अन्ते, अतः तदनन्तरम् अक्ष्वर्णः अस्ति, अतः एचोय वायावः इति सूत्रेण अयादेशः वयति इति रूपम्. स्पष्टं वा अत्र? अस्तु. अत्र गै गै इति धातुः अस्ति, अत्र का वदति अरुणा भगिनी, वदतु. गै गै धातुः, गै शब्दे गै धातु इगन्तदातु नास्ति, ऐकारः अस्ति. गै योगः शप् योगः अस्ति. शप् इति लषक्पदे सूत्रेण शकारः इच्छन्न तस्य लोप, पकारः हलन्त्यम् इच्छन्न तत् अनन्तरं लोपः एव अवशिष्यते. शप् इति सार्वधातुकनामकरणं भवति किञ्चित् सार्वधातुकसूत्रेण. अत्र गुणकाय गाय ऐकारान्तशब्दः न इक्वा न नास्ति, ततः गुणकार्यं न भवति, केवलं वर्णमेलनं सन्धिकार्यम् एव करणीयं. गाय योगः गाय् यचो यावायावः सूत्रेण आय् आगच्छति. गाय् योगः इति गाय, गायः योगः इति गायति इति रूपं. सम्यक् भवति. तर्हि सत्यं गायति इति रूपं. गै इति धातुः, तत्र ऐकारः अस्ति, ऐकारः इक् वर्णः नास्ति, अतः तत्र केवलं सन्धिकार्यं न तु अङ्गकार्यम्. ऐकारस्य स्थाने आय् इति आदेशः, गाययोगः अयोगः इति गायति इति रूपम्. तर्हि अत्र सर्वत्र वयं पश्यामः भुवादिगणे यत्र यत्र अङ्गस्य अन्ते इक् वर्णः अस्ति तत्र गुणकार्यं भवति, यत्र अङ्गस्य अन्ते इक् वर्णः नास्ति तत्र गुणकार्यं नास्ति, केवलं सन्धिकार्यमेव सम्भवति तत्र. इति कृत्वा वयं भुवादिगणे ये ये धातवः सन्ति तेषां सर्वेषामपि रूपाणि साधयितुं शक्नुमः. अतः सर्वे कृपया अभ्यासार्थं गृहपाठरूपेण पुस्तकात् दातून् स्वीकृत्य पश्यन्तु, रूपाणि कथं भवति, सोपानानि कानि, प्रक्रिया कथं भवति, तदवं सर्वं पश्यन्तु. अत्र अभ्यासः पर्याप्तः वा नो चेत् इतोपि आवश्यकः वा? गृहे कुर्मः. गृहे कुर्मः. गृहे गृहपाठरूपेण कुर्वन्ति वा? कुर्मः. अस्तु. हरि ओम्. अत्र एकः प्रश्नः, अत्र श्रुगतौ अपि च स्मृ स्मरणे इत्यनयोः न विभक्तौ तु स्मः इत्यस्य प्रसक्तिः नास्ति वा अत्र? स्मृगतौ कस्य लोपं न कर्तुम् इच्छति भवान्? स्मृगतौ इत्यस्य स्मृस्मरणे सकारस्य आदौ आदिमसकारस्य अत्र न विभक्तौ तु स्मः इति सूत्रं किं वदति? तवर्गीयस्य सकारः मकारः यत्र विभक्ति नास्ति तस्य खलु? न, विभक्तिसंज्ञकप्रत्ययः अस्ति. विभक्तिसंज्ञकप्रत्ययः अस्ति चेत् तादृशप्रत्यये सकारः मकारः अथवा तुस् सकार तवर्गीयवर्णः सकारः अन्ते भवति चेत् मकारः अन्ते एव. हा, अत्र सामान्यतया हलन्त्यम् इति सूत्रेण अन्तिमहल् वर्णः अस्ति चेत् हलन्त्यमिति सूत्रेण लोपः भवति. परन्तु यत्र विभक्तिसंज्ञकप्रत्ययः अस्ति, यथा अत्र तिङ् प्रत्ययः नो चेत् सुप् प्रत्ययः, तिङ् प्रत्ययः नो चेत् सुप् प्रत्ययः, एतादृशप्रत्ययाः सन्ति, तेषाम् अन्ते तवर्गीयवर्णः सकारः अथवा मकारः अस्ति चेत् तत्र लोपः न भवति इति वदति. तर्हि अत्र स्मृ इति धातुः अस्ति, न तु प्रत्ययः. ओ आमां, तदेव नावगतं मया. हा, तर्हि अत्र न विभक्तौ तु स्मः इति सूत्रं केवलं प्रत्ययस्य अन्ते हल् वर्णः तवर्गीयः सकारः मकारः अस्ति चेत् तेषां लोपः न भवति. अस्तु, धन्यवादः. हा, अत्र अभ्यासः पर्याप्तः खलु? अग्रे सर्तुं शक्नुमः वा? नो चेत् इतोपि अत्र उदाहरणद्वयं स्वीकृत्य द्रष्टुं शक्नुमः. अत्र पश्यामः. क्षम्यतां भगिनी, केन् यु रिपीट् अगैन् प्रत्ययस्य अन्ते? हा, अत्र अत्र सामान्यतया अत्र अत्र अत्र पश्यति चेत् तस् इति प्रत्ययः अस्ति. तस् इति प्रत्ययः तिङ् प्रत्ययः अस्ति. यथा अत्र पटतः इति रूपं जानीमः, तत्र पटतः इत्यस्य अन्ते तः इति तस् प्रत्ययः अस्ति. तर्हि तस् प्रत्यये अन्ते सकारः अस्ति. सकारः अस्ति चेत् तस्य लोपः केन सूत्रेण भवति? भवती एव वदतु. हलन्त्यम्. हा, हलन्त्यम् इत्यनेन तस्य लोपः भवितुम् अर्हति. परन्तु अत्र तस् इति प्रत्ययः विभक्तिसंज्ञकः अस्ति. तस्य विभक्ति इति संज्ञा अस्ति, नामकरणम् अस्ति. अत्र अष्टाध्यायां यत्र यत्र तिप्रत्ययाः सन्ति अथवा सुप्रत्ययाः सन्ति तेषां नामकरणम् अस्ति विभक्तिः इति. विभक्तिश्च इति सूत्रेण तेषां तेषां संज्ञा अस्ति. अतः इदानीम् अत्र तस् इति प्रत्ययः विभक्तिसंज्ञकः अस्ति. विभक्तिसंज्ञकः इति कृत्वा तादृशप्रत्ययस्य अन्ते सकारः अस्ति, तर्हि हलन्त्यमिति सूत्रस्य यद्यपि प्रसक्तिः अस्ति तथापि तत्र न विभक्तौ तु स्मः इति निषेधकसूत्रमस्ति. तत्सूत्रं वदति अत्र विभक्तिसंज्ञकप्रत्यये अन्ते सकारस्य तवर्गीयवर्णस्य अथवा मकारस्य लोपः न भवति, इत्संज्ञा न भवति, इत्संज्ञा न भवति इति वदति. अतः अत्र तस् इति प्रत्ययस्य सकारस्य इत्संज्ञा न भवति. अवगतम्? अवगतं, धन्यवादः. अस्तु, अत्र इतोपि उदाहरणद्वयं पश्यामः. द्रु इति धातुः, द्रु इति धातुः, अत्र रमासिवरामन् भगिनी वदतु. रमासिवरामन् भगिनी अस्ति वा? सारी, ऐ वास् म्यूटेड्. द्रु, द्रु महाप्राणधकारः. द्रु योगः शप् योगः सि लषक्वस्तद्धिते कारणेन श गच्छति तस्य लोपः. हलन्त्यं कारणेन पित् पित् अपि गच्छति लन्त्यं तस्य लोपः धृ योगः अ योगः ति भवति सार्वधातुकार्धधातुकयोः कारणात् धृ तस्य गुणकार्यं भवति धर् आगच्छति धर् योगः य अ योगः ति योजनेन धरति इति तिङन्तपदं निष्पन्नम् अत्र धातुः कः धृ ऋकारः नास्ति उकारः धृ दकारः रेपः उकारः धृ ओ धृ नास्ति धृ ओ उकारः उकारः अस्ति चेत् इक् वर्णः इक् वर्णः एव खलु इक् प्रत्याहारे अस्ति खलु अल्पप्राणो इति भवति इक् वर्णः अस्ति भू इत्यस्य किं भवति भू इति यथा अस्माभिः दृष्टं भू इति अस्ति चेत् द्रो अस्य ओ भवति ध्रुव अस्य द्रो भवति द्रो योगः अ योगः ति सार्वधातुकार्ध आर्धधातुकयोः कारणात् द्रो योगः अयोगः ति एचोय वायावः कारणात् आव भवति अतः द्रावति भवति द्रावति इति भवति वा द्रवति तर्हि तत्र ध्रुयोगः अयोगः ति उकारस्य गुणः ओकारः द्रोयोगः अयोगः ति अधुना किं भवति एचोयवायवः इत्यनेन ओकारस्य स्थाने अव् भवति अतः योगः अव योगः अ योगः ति वर्णानां मेलनेन द्रवति इति तिङन्तपदं निष्पन्नं सम्यक् समीचीनमस्ति द्रवति इत्युक्ते किं भगिनि द्रवति इत्युक्ते तत्र स्थिरः यत् स्थिरमस्ति स्थैर्यं स्थैर्ये इति अस्ति ध्रुस्थैर्ये स्थिरः स्थिरम् अस्ति द्रवति मीन्स् द्रवति इति भिन्नः अत्र अत्र अत्र द्रवति इति स्थिरः इति अर्थः ध्रुव इत्यस्य द्रवति इति रूपं स्थिरः इति अर्थः अस्तु तर्हि अत्र पर्याप्तम् इति मन्ये तर्हि अग्रे अत्र द्वितीयः पाठः अस्ति नूतनपाठः उपधायामपि गुणः भगिनी एकः प्रश्नः अहं प्रथमं वदामि न ध्रु साधु वा असाधु वा प्रथमं भवती किम् उक्तवती दु इति उक्तवती खलु दवति इति रूपम् उक्तवती खलु धरति तत्तु समीचीनमस्ति धृ धरति इति समीचीनमस्ति तत्र ऋकारस्य अर् इति गुणः तर्हि धरति इति सम्यक् अस्ति परन्तु अहं तु ध्रु इति पृष्टवती खलु ओ अस्तु धरति इति सम्यक् रूपमस्ति ध्रु ध्रु इत्यस्य रूपमपि उक्तवती अतः तद् दृ इत्यस्य रूपम् उक्तवती, तत्र धरति इति सम्यक् अस्ति, परन्तु तत् भिन्नः भिन्नः धातुः अस्ति, ध्रिया धारणे इति धातुः, तत्र ध्रिया अण्डर्स्टुड् यु आस् ध्रु बट् ऐ टुक् इट् अस् ध्र बट् बोत् आर् भ्वादि अण्ड् बोत् केन् फालो द्रु. ओके, हा अत्र हा वयम् अत्र उदाहरणद्वयं पश्यामः इति उक्तं, भवती उदाहरणद्वयमपि उक्तवती, अतः अग्रे सरामः. अस्तु भगिनि, भगिनि द्रवति इति महाप्राण हकारः महाप्राणः, हलन्त अपि च रेफ धकारः रेपः उकारः, किन्तु लटिरूपं ध्रवति ध्रवति ध्रवति ध्रवतः ध्रवन्ति. अस्तु अत्र अग्रे सरामः. अत्र रमाबाई भगिनी यै ध्यायति केन् आल्सो गिव् अन् एक्साम्पल् अप्रोप्रियेट् व्यये तत्र तु गुणकार्यं भवति वा अत्र सर्वत्र तथा एव चिन्तनीयं, गुणकार्यं भवति वा सन्धिकार्यं भवति वा इति चिन्तयित्वा रूपं शक्नुमः. अत्र वस्तुतः अत्र वादिगणे अत्र सारदात्कारदात्कयोः अपि च अन्यत् सूत्रमस्ति पुगन्तलघुपदस्य च इति द्वाभ्यां सूत्राभ्यां सम्पूर्णभुवादिगणे अत्र वस्तुतः 1000 अधिकदातवः सन्ति. तत्र बहुत्र वयं रूपं साधयितुं शक्नुमः, सूत्रद्वयं स्वीकृत्य सन्धिकार्यं स्वीकृत्य सर्वत्र रूपं कथं भवति इति वयं ज्ञातुं शक्नुमः. तदेव अत्र वैशिष्ट्यम्, एतादृशप्रक्रियायाः वैशिष्ट्यं किम् इति चेत् सर्वत्र रूपं किं भवति इति वयं ज्ञातुं शक्नुमः, गुणकार्यं भवति वा सन्धिकार्यं भवति वा इति चिन्तयित्वा सर्वत्र एवमेव रूपं साधयितुं शक्नुमः. सर्वे कृपया गृहपाठरूपेण अभ्यासं कुर्वन्तु. अस्तु अस्तु समीचीनं. तर्हि अग्रे सरेम इदानीम् अत्र उपायामपि गुणः इति उपायामपि गुणः सूत्रसहितदृष्टिः इति करपत्रम् अस्ति वा सर्वेषां पुरतः? अस्तु हा रमाबाई भगिनी पठतु. पठामि भगिनि. भ्वादिगणे अवस्थाद्वये गुणः भवति इति अस्माभिः दृष्टम्. भ्वादिगणे गणे धातोः अन्ते इक् वर्णः इकारः ईकारः उकारः ऊकारः ऋकारः रूकारः अस्ति चेत् तस्य वर्णस्य गुणः भवति. यथा भू भू भो भवति, जि जे भवति, सृ सर् भवति. अनन्तरं भ्वादिगणे धातोः उपादायां लघु इक् वर्णः इकारः उकारः ऋकारः अस्ति चेत् तस्य वर्णस्य गुणः भवति. उपदा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः. यथा बुद् बोध् कृष् कष्. अत्र बुद् धातो उकारः उपदा सञ्चकः, कृष् धातो ऋकारः उपदा सञ्चकः. पठामि वा भगिनि? तावद् वदतु. भ्वादिगणे गुणः कुत्र कुत्र भवति इति वयं पठितवन्तः, वयं दृष्टवन्तः. भ्वादिगणे नियमः द्वयम् अस्ति. एकं भ्वादिगणे धातोः अन्ते इक् वर्णः अस्ति चेत्, इक् वर्णः इत्युक्ते इकारः ईकारः उकारः ऊकारः ऋकारः ऋकारः अस्ति चेत् तस्य वर्णस्य गुणः भवति. उदाहरणार्थम् अत्र भू इति भू भो भवति, अनन्तरं भवति इति अन्तिमरूपं भवति. जि जे गुणः भवति, सृ सर् इति गुणः भवति. अनन्तरं उपदा भ्वादिगणे धातोः उपादायम् उपादायम् इत्युक्ते प्रत्ययस्य धातोः अन्तिमवर्णस्य पूर्वं ह्रस्व इक्वर्णः अस्ति चेत् इकारः उकारः ऋकारः अस्ति चेत् तत्रापि गुणः भवति इति उदाहरणार्थं बुद्ध बुद्ध इति बोध् भवति बुद्ध धातु स्वीकुर्मः चेत् धातोः अन्तिमवर्णः दकारः अस्ति तदा तत् पूर्वं उकारः अस्ति यदि उकारः एषः उकारः उपदा इति वदामः. सम्यक् समीचीनं भगिनि. तर्हि अत्र एतावता वयं किं दृष्टवन्तः इति चेत् धातोः अन्ते इक् वर्णः अस्ति चेत् गुणः भवति इति दृष्टवन्तः. तत्र सूत्रमस्ति सार्वधातुकार्धधातुकयोः. तर्हि यत्र धातोः अन्ते इक् वर्णः यथा अत्र भूधातुः जीधातुः सिरुधातुः तत्र सर्वत्र धातोः अन्ते इक् वर्णः अस्ति. अतः तत्र वयं जानीमः सार्वधातुकार्धधातुकयोः इति विधायकं सूत्रं तेन सूत्रेण गुणकार्यं भवति इति. तर्हि अन्यत्र कुत्रापि गुणकार्यं भवति वा धातोः इति चेत् हा अन्यत्रापि भवति. कुत्र इति चेत् उपदायाम् इक् वर्णः अस्ति चेत् तत्रापि गुणकार्यं भवति. तर्हि अत्र प्रश्नः उदेति उपदा नाम किम्, उपदा इत्युक्ते किम्. तर्हि अत्र वस्तुतः सूत्रमस्ति अलोन्त्यात् पूर्व उपदा इत्युक्ते अत्र धातौ यः अन्तिमवर्णः अस्ति तत्र अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति तस्य उपदा संज्ञा भवति. तर्हि अत्र बुद्ध इति धातुः अस्ति चेत् अन्तिमवर्णः बुद्ध इति धातौ अन्तिमवर्णः धकारः अस्ति. धकारात् पूर्वं कः वर्णः इति चेत् उकारः. तर्हि उकारः इत्यस्य उपदा संज्ञा भवति. उकारः उपदा इति वदामः, उपान्त्यवर्णः इति वदामः. बुद्ध इति धातौ उकारः उपान्त्यवर्णः. एवमेव कृष् इति धातौ अन्तिमवर्णः शकारः अस्ति. शकारात् पूर्वं कः वर्णः ऋकारः. ऋकारस्य उपदा संज्ञा भवति. ऋकारः उपान्त्यवर्णः. तर्हि उपदा. तर्हि अधुना अत्र द्वितीयः नियमः कः इति चेत् उपदायाम् अपि इक् वर्णः. कीदृश इक् वर्णः? लघु इक् वर्णः इत्युक्ते ह्रस्व इक् वर्णः. ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः अस्ति चेत् तत्रापि गुणकार्यं सम्भवति. अधुना पश्यामः केन सूत्रेण तादृशगुणकार्यं. सार्वधातुकार्धधातुकयोः नास्ति, यतोहि तत्र तु स्पष्टम् अस्ति इगन्तम् अङ्गं तस्य अन्ते इक् वर्णः अस्ति चेत् तत्र एव गुणः. अतः यत्र उपदायाम् इक् वर्णः अस्ति तत्र भिन्नसूत्रस्य आवश्यकता अस्ति. अत्र भिन्नसूत्रं किम् इति चेत् उगन्तलघुपदस्य च इति सूत्रमस्ति. गुणकार्यस्य उपदायां लघु इक् वर्णः अस्ति चेत् तस्य गुणकार्यं भवति. यत्र सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः अस्ति परन्तु सूत्रं भिन्नम् उगन्तलघुपदस्य च इति सूत्रम्. अधुना अग्रे पश्यामः. अत्र किञ्चित् अभ्यासार्थम् अत्र पश्यामः. अत्र षट् अत्र षट् इति धातुः अस्ति. षट् षट् तर्हि षट् इति धातौ तत्र सट् इति लौकिकधातुः अस्ति. षट् षट् इति लौकिकधातौ वेङ्कटरामन् महोदय वदतु अत्र उपदा कः, उपदावर्णः कः? अस्ति वा उपदावर्णः? हा सत्यम्, अ इति उपदावर्णः. कथं ज्ञातवती? अन्तिमव्यञ्जनस्य पूर्वं स्वरः स्वरः कः अस्ति इति द्रष्टुं शक्यते. वस्तुतः अत्र पश्यति चेत् अन्तिमव्यञ्जनम् इति नास्ति, अन्तिम अल् वर्णः इत्युक्ते यः कोऽपि वर्णः अल् अन्तिम अल् वर्णात् पूर्वं यः वर्णः अत्र स्वरः इति नास्ति. अन्तिम अल् वर्णात् पूर्वं यः वर्णः अस्ति तस्य उपदा संज्ञा. तत्र स्वरः भवतु व्यञ्जनं भवतु यत्किमपि भवतु. अस्तु अस्तु. तर्हि अत्र लट् इति अस्ति अत्र का वदति? रविकला भगिनी वदतु लट् इत्यस्य उपदावर्णः कः? इति उपदावर्णः. कथं ज्ञातवती? कथं ज्ञातवती? लट् लकार प्लस् अकार प्लस् टकार, टकार अन्तिमवर्णः पूर्ववर्णः अस्ति. सत्यं सत्यम्. अकारस्य उपदासंज्ञा. सम्यक्, समीचीनं भगिनि. म्यूट् करोतु कृपया. तर्हि अत्र तथैव सर्वत्र वयं पश्यामः, अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति तस्य उपदा इति संज्ञा अस्ति, नामकरणम् अस्ति. उपदा इति नामकरणं. किमर्थम् एतादृशं नामकरणम् इति चेत्, तत्र तत्र सूत्रेषु वयं पश्यामः, अत्र उपदायां किमपि कार्यं भवतु, उपदायां गुणः भवतु, उपदायां वृद्धिः भवतु, उपदायां ह्रस्वः भवतु इति तादृशकार्याणि भवन्ति सर्वत्र. अतः उपदा इति नामकरणम् अस्ति. तर्हि अत्र आहत्य सूत्रद्वयम् अस्ति गुणस्य कृते, गुणविधायकसूत्रं सूत्रद्वयम्. एकमस्ति सार्वधातुकार्धधातुकयोः, अन्यत् अस्ति पुगन्तलघुपदस्य च. सार्वधातुकार्धधातुकयोः इति सूत्रं तत्रैव कार्यं करोति यत्र अङ्गस्य अन्ते इक् वर्णः अस्ति. पुगन्तलघुपदस्य च इति सूत्रं तत्र कार्यं करोति यत्र उपदायां लघु इक् वर्णः अस्ति. सार्वधातुकार्धधातुकयोः इति सूत्रे अङ्गस्य इक् वर्णः इति उक्तं, तत्र अङ्गस्य इक् वर्णः लघु भवेत् इति न उक्तम्. अतः अङ्गस्य अन्ते यः इक् वर्णः अस्ति सः लघु भवतु, दीर्घः भवतु, यत्किमपि भवतु, सर्वत्र गुणकार्यं भवति. परन्तु पुगन्तलघुपदस्य च इति सूत्रं तत्रैव कार्यं करोति यत्र उपदायां लघु इक् वर्णः अस्ति इति मनसि भवेत् सर्वेषां कृते. तर्हि आहत्य अत्र नियमद्वयम् अस्ति, अङ्गस्य अन्ते इक् वर्णः अस्ति चेदपि गुणः, उपदायां लघु इक् वर्णः अस्ति चेदपि गुणः इति दत्तमस्ति. तर्हि अत्र अग्रे पठामः. विजयलक्ष्मी भगिनी पठतु. एकः संशयः, पुगन्त वार्तायाम् अर्थं किम्? अर्थं किम् अग्रे पश्यामः, किञ्चित् धैर्यम् अपेक्षितम् अग्रे आयाति अस्मिन्नेव करपत्रे. अग्रे पठामः. अत्र केवलं सूचनार्थम् उक्तवती, पुगन्तलघुपदस्य च इति उक्तवती. अग्रे पठामः. अत्र विजयलक्ष्मी पठतु. गते पाठे प्रथमदशायाम् इगन्त अवस्थायां गुणः कथं भवति इति अस्माभिः दृष्टम्. यस्य धातोः अन्तिमवर्णः इ ई उ ऊ ऋ नाम इक् प्रत्याहारे कश्चन वर्णः, सः धातुः इगन्तः धातुः. सार्वधातुकप्रत्यये परे इगन्तधातोः अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण. इदानीं द्वितीयदशायाम् इक् उपधा अवस्थायां गुणः कथं भवति इति पश्याम. अवगमनार्थं लघुकथा संक्षिप्ता दृष्टिः अपि अस्ति. तावद्वदतु प्रथमतया. गते पाठे वयं प्रथम कण्डिशन् दशा, प्रथमदशायां गुणकार्यं कथं भवति इति दृष्टवन्तः. सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणकार्यम् इक् अन्तिम अङ्गस्य अन्तिम इक् वर्णस्य गुणकार्यं भवति इति दृष्टवन्तः. द्वितीयदशायाम् उपधायाम् उपधा अवस्थायां यः इक् वर्णः भवति तस्य गुणः कथं भवति इति इदानीं वयं पश्यामि. फ्यूचर् कथं द्रक्ष्यामः द्रक्ष्यामः इदानीं वयं द्रक्ष्यामः. अवगमनार्थं लघुकथा संक्षिप्ता दृष्टिः अपि अस्ति, पूर्णदृष्टिः अपि अस्ति. आदौ लघुकथाम् अवलोकयाम. लघुकथा बुध् बोधति, अत्र उकारः ह्रस्वः. बुध् धातोः उपधायाम् इक् प्रत्याहारस्य सदस्यः च. अस्याम् अवस्थायां बुध् धातुः भ्वादिगणे सन् उकारस्य गुणः. शप् विकरणप्रत्ययः एव कारणं. किमर्थम् इति चेत् पुगन्तलघुपदस्य च धातोः उपधायां लघु इक् चेत् तस्य गुणः भवति सार्वधातुके परे. सार्वधातुकसंज्ञकप्रत्ययः धातोः अनन्तरम्. अत्र लघुकथा किम् इति उक्तवान् महोदय. बुध् इति धातु कथं बोधति इति भवति इति अत्र विवरणं दत्तवान्. उकारः ह्रस्व उकारः, बुध् धातोः धकारः अन्तिमवर्णः, तस्य उपधायाम् उकारः ह्रस्व उकारः अस्ति. उकारः इक् प्रत्याहारस्य सदस्यः अस्ति, तत्कारणम् अत्र गुणकारस्य प्रसक्तिः अस्ति. शप् विकरणप्रत्ययः अनन्तरं भवति चेत् गुणकार्यस्य प्रसक्तिः भवति. अत्र बुध् धातुः अनन्तरं शप् अनन्तरं ति इति भवति चेत् शप् प्रत्ययस्य षित् सम्या भवति, तत्कारणं सार्वधातुकम् इति नामपदं प्राप्नोति. तत् अत्र बुध् इति धातोः उकारस्य गुणः भूत्वा ओकारः भवति. अनन्तरम् ओकारस्य यान्तवान्त अकारः भवति, यान्तवान्तदेशसन्धिः भूत्वा. किमर्थं यान्तवान्तदेशसन्धिः? बोध् इति अस्ति खलु. बोध् सारि, बुध् इति बुध् इति धातुः गुणः भूत्वा बोध् इति भवति. बोध् अनन्तरम् अ अनन्तरं ति इति भवति, बोधति इति निष्पन्नं भवति. किमर्थं कस्मिन् सूत्रात् एतत् सर्वं भवति इति अत्र दत्तमस्ति. पुगन्तलघुपदस्य च इति सूत्रात् धातोः उपधायां लघु इक् चेत् तस्य गुणः भवति सार्वधातुके परे. सार्वधातुकसम्यक् प्रत्यय धातोः अनन्तरम् इति. समीचीनं भगिनि. अत्र अत्र अधुना समयः अभवत्, एतत् सर्वं पुनः अग्रिमसप्ताहे पठिष्यामः. अत्र बुद्ध् इति धातौ उपधायाम् इक् वर्णः अस्ति, उकारः इक् वर्णः अस्ति, दकारात् पूर्वं यः वर्णः सः एव उपधा. अत्र उपधायाम् इक् वर्णः अस्ति, इक् वर्णः लघु अस्ति, लघु इक् वर्णः अस्ति, तत्रापि गुणकार्यं भवति. यत्र सार्वधातुकप्रत्ययः परः अस्ति, पुगन्तलघुपदस्य च इति सूत्रेण. एतत् सर्वं पुनः अग्रिमसप्ताहे पठिष्यामः. अत्र गृहपाठरूपेण सर्वे कृपया अभ्यासं कुर्वन्तु. सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः कुत्र भवति इति पश्यन्तु, रूपं कथं साधनीयम् इति सर्वं पश्यन्तु, अभ्यासं कुर्वन्तु च. तर्हि अग्रिमसप्ताहे पश्यामः, अत्र स्थगयामः. प्रश्नः अस्ति वा भगिनि? हा, अग्रिमसप्ताहे पठिष्यामः भगिनि. सूत्रं न पठितं खलु, अत्र अग्रे आयास्यति, अस्मिन्नेव करपत्रे अग्रे आयास्यति. पुगन्तलघुपदस्य च इत्यस्य अर्थः कः, सर्वम् अग्रिमसप्ताहे पठिष्यामः. अधुना केवलम् इन्ट्रोडक्षन्, परिचयः एव. अस्तु अस्तु अस्तु, तर्हि धन्यवादः. धन्यवादः. धन्यवादः.